सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं क्रियते, इत्युक्ते सुभाषितं श्रूयते, पश्चात् पाठः आरभ्यते. भगिनी सुभाषितं स्मारयतु. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः. हरिः ओम्. श्रीगुरुभ्यो नमः. धन्यवादाः भगिनी. प्रवर्तमानः विषयः पञ्चमी विभक्तिः. पञ्चमी विभक्तिः इति विषयः समाप्यमानः अस्ति. तस्मिन् अवसरे पञ्चविंशत्यधिक एकशतं पुटं पश्यन्तु. अस्माकं पुस्तके पञ्चमीविभक्तिसम्बद्ध ये ये अभ्यासाः दत्ताः ते अभ्यासाः सर्वे समापिताः. किञ्चिदेव अवशिष्टभागः वर्तते. पञ्चविंशत्यधिक एकशते पुटे श्लोकत्रयं दत्तमस्ति. तस्मिन् प्रसङ्गे अद्य चिन्तनं करवाम. तेषां त्रयाणां श्लोकानां चिन्तनं करवाम. पञ्चमीविभक्तेः प्रसङ्गे किमधीतम्? अत्र सारांशः कः? कुत्र पञ्चमीविभक्तेः प्रयोगः भवति? वृक्षात् पर्णं पतति इत्यत्र पर्णस्य विभागः वृक्षात् भवति. यदा विभागः भवति तदा यः अवधिभूतः भवति तस्य पञ्चमीविभक्तिः इति अर्थः. अहं क्यालिफोर्निया नगरात् पुनः स्वगृहम् आगतवती. इत्युक्ते क्यालिफोर्नियातः इति अपि साधु एव. क्यालिफोर्नियातः अथवा क्यालिफोर्नियानगरतः अथवा क्यालिफोर्नियानगरात् पुनः स्वगृहम् आगतवती. यदा विभागः भवति यः अवधिभूतः भवति तस्य पञ्चमी विभक्तिः. पञ्चमी विभक्त्यर्थे तः इति प्रयोगः अपि साधु. नगरात् इति अपि साधु, नगरतः इति अपि साधु. पञ्चम्यर्थे तस् प्रत्ययस्य प्रयोगः अपि साधु भवति. अपि च सः प्रयोगः सरलः. तः इति योजनेन तत् पदम् अव्ययपदं भवति. अव्ययमस्ति इति कारणतः सर्वेषु लिङ्गेषु तस्य रूपं समानं भवति. इत्युक्ते पञ्चमीविभक्तेः प्रयोगः तादृशेषु स्थलेषु भवति. इतोपि कुत्र भवति? व्याघ्रात् जनाः भीताः भवन्ति. व्याघ्रात् अजाः भीताः भवन्ति. अजः इति वयं जानीमः खलु. व्याघ्रात् अजाः भीताः भवन्ति. जनाः चोरेभ्यः भीताः भवन्ति. दुर्जनेभ्यः सज्जनाः भीताः भवन्ति. इत्यादिषु वाक्येषु यस्मात् भीतिः भवति तस्य पदस्य पञ्चमी विभक्तिः. दुर्जनेभ्यः सज्जनाः भीताः भवन्ति खलु. अतः यस्मात् भीतिः भवति तस्य पञ्चमी विभक्तिः इति एका वार्ता. अपि च अन्यत्र कुत्र पञ्चमी विभक्तेः प्रयोगः भवति? देवः कष्टेभ्यः जनान् रक्षति. रामः रावणात् सीतां रक्षितवान्. कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान्. देवः कष्टेभ्यः जनान् रक्षति इत्यादिषु वाक्येषु यदा रक्षणं भवति तदा यस्मात् रक्षणं प्राप्यते. यदा रक्षणं भवति तदा यस्मात् रक्षणं प्राप्यते तस्य पञ्चमी विभक्तिः भवति. इत्युक्ते यत्र रक्षणं भवति तत्र यस्मात् रक्षणं प्राप्यते तस्य पञ्चमी विभक्तिः. भीत्रार्थानां भयहेतुः इति सूत्रेण पञ्चमी विभक्तिः भवति. उपपदपञ्चमी विभक्तिः अपि अस्ति. इत्युक्ते केषाञ्चन उपपदानां योगे अपि पञ्चमी विभक्तिः भवति. बहिः आरभ्य ऋते पूर्वं परम् इत्यादीनाम् उपपदानां योगे इत्येतेषाम् उपपदानां प्रयोगे अपि पञ्चमी विभक्तिः भवति. उपपदानि कानि? बहिः आरभ्य ऋते पूर्वं परम् इत्यादीनाम् उपपदानां योगे पञ्चमी विभक्तिः भवति. अहं गृहात् बहिः आगतवती. गृहात् बहिः इति वक्तव्यम्. गुरुवासरात् आरभ्य शुक्रवासरपर्यन्तम् अत्र शैत्यं नास्ति. गुरुवासरात् आरभ्य अहं बहुषु कार्येषु व्यस्ता आसम्. गतगुरुवासरात् आरभ्य बहुषु कार्येषु व्यस्ता आसम्. तत्र आरभ्य इति उपपदमस्ति. गुरुवासरात् आरभ्य. देवात् ऋते कः भक्तं रक्षति? देवात् ऋते. ऋते इति उपपदमस्ति. ऋते इत्युक्ते विना एव. ऋते इति उपपदस्य योगे अपि पञ्चमी विभक्तिः भवति. देवात् ऋते भक्तं कः रक्षति? संस्कृतपठनात् पूर्वम् अहम् उपाहारं स्वीकरोमि. संस्कृतपठनात् पूर्वम् अहं स्नानं करोमि. संस्कृतपठनात् पूर्वं पूर्वम् इति पदमस्ति इत्यतः संस्कृतपठनात् पूर्वम् इति वक्तव्यम्. संस्कृतपठनात् परं मनसि सन्तोषः जायते. संस्कृतपठनात् परम् इति उपपदमस्ति इत्यतः संस्कृतपठनात् परं मनसि सन्तोषः जायते. शयनात् पूर्वम् उत्तमाः संस्कृतश्लोकाः स्मर्तव्याः. शयनात् पूर्वम् उत्तमाः संस्कृतश्लोकाः पठनीयाः अथवा स्मर्तव्याः इत्यादिषु वाक्येषु कानिचन उपपदानि सन्ति. बहिः आरभ्य ऋते पूर्वं परम् इत्येतेषाम् उपपदानां प्रयोगे अपि पञ्चमी विभक्तिः भवति इति एव अस्माकं पाठस्य सारांशः. इदानीम् अस्माकं पुस्तके उपस्थितानां त्रयाणां श्लोकानां प्रसङ्गे चिन्तनं करवाम. एकवारं पुस्तकं पश्यन्तु. पुस्तके एतान् श्लोकान् उच्चैः पठत इति लिखितमस्ति. तस्मात् आरभ्य पठेम. सूर्यकुमारी भगिनी, भवती एव पठतु. एतान् श्लोकान् उच्चैः पठत. विद्या ददाति विनयम्, विनयाद्याति पात्रतां, पात्रत्वात् धनमाप्नोति, धनाध्यर्थं धनाधर्मं ततः सुखम्. पुनः पठामि भगिनि. विद्या ददाति विनयम्, विनयाध्याति पात्रताम्, पात्रत्वाधनमाप्नोति, धनाद्धर्मं ततः सुखम्. अग्रे आवरणे दत्तमस्ति, किञ्चित् तदपि पठतु. विद्या नराय विनय गुणं ददाति. तेन सह नरः अर्हतां प्राप्नोति. ततः धनं प्राप्नोति. धनेन धर्मकार्याणि कृत्वा सः पुण्यं प्राप्नोति. अत्र श्लोकस्य अन्वयः कः इति वक्तुं शक्नोति वा? प्रत्येकं श्लोकस्य प्रसङ्गे अन्वयः ज्ञातव्यः. अन्वयः कः इत्युक्ते, तस्मिन् श्लोके आदौ तिङन्तपदं किं, क्रियापदं किम् इति द्रष्टव्यम्. क्रियापदम् अनुसृत्य अन्यानि पदानि तत्र वक्तव्यानि. भवती वक्तुमिच्छति वा? हा भगिनि. ददाति क्रियापदम्, विद्या विनयं ददाति. उत्तमम्. विनयपात्रताम् अध्याति. तत्र सन्धिकार्यमस्ति खलु. याति पात्रताम्. याति आप्रतं पात्रताम्. तत्र एकवारं वदामि. अत्र विद्या विनयं ददाति इति वार्ता. एकं वाक्यमस्ति, विद्या विनयं ददाति. विद्या इति पदं विद् धातोः रूपमेव, किन्तु तत्र प्रत्ययः कः इति अन्या वार्ता. विद् धातोः रूपमेव विद्या. विद्या किं ददाति? विनयं ददाति. अत्र दा धातुः सकर्मकः, अतः विनयं ददाति इति लिखितमस्ति. कर्मपदमस्ति. विनयः इति वि उपसर्गपूर्वकः. नी धातुः, नी धातोः रूपं नयति खलु. हा भगिनि, उत्तमम्. अत्र वि उपसर्गपूर्वकः नी धातुतः अच् इति एकः प्रत्ययः अस्ति, तेन विनयः इति प्रथमाविभक्तिरूपम् अस्ति. किन्तु अत्र ददाति, दा धातुः सकर्मकः अस्ति इत्यतः विद्या विनयं ददाति इति एकं वाक्यं. द्वितीयं वाक्यमस्ति, विनयात् पात्रतां याति. विनयात्, विनयात् इति पञ्चमीविभक्तिरूपम् अस्ति. विनयाद् याति, तत्र सन्धिकार्यमस्ति, वदतु. विनयात् विनयात् याति. विनयात् पदान्त अस्ति, जस्तसन्धि भवति, विनयाद् भवति. सूत्रं किम्? जलां जसन् जसन्ते. जलां जशोन्ते. जशोन्ते. जलां जशोन्ते इति सूत्रेण पदान्तकार्यं भवति. पदान्तकार्यम् इत्युक्ते अत्र विनयात् इति पदमस्ति. तत्र पदं किमर्थं वदामः? विनयात् इति कथनेन विनय इति प्रातिपदिकात् परं पञ्चमीविभक्तिप्रत्ययः अस्ति, सुप्रत्ययः अस्ति. इत्युक्ते सुप्तिङन्तं पदम् इति वदामः खलु. अत्र पञ्चमीविभक्तिप्रत्ययः नसि प्रत्ययस्य स्थाने तानसि नसामिनात् स्याः इति सूत्रेण आत् इति आगतः. अत्र सुप्रत्ययः अस्ति इति कारणतः विनय प्रातिपदिकात् अनन्तरं सुप्रत्ययः अस्ति इत्यतः सुबन्तं, सुबन्तमस्ति इत्यतः पदम् इति वक्तुं शक्यते. पदम् अस्ति इत्यतः पदान्तकार्यं भवति. झलां जशोन्ते इत्यनेन पदान्तकार्यं भवति. जस्त्वसन्धिकार्यं भवति. तकारस्य स्थाने दकारः आगतः. याति, याति इति पदं कुत्र श्रुतवती? याति इत्युक्ते याति, याति प्राप्नोति. प्राप्नोति. याति इत्युक्ते गच्छति इति अर्थः अस्ति. किमर्थं वदामि याति इति? अदादिगणे या धातुः अस्ति, अदादिगणे अस्ति इत्यतः या योगः ति, याति शपः लुक् भवति खलु. अदादिगणे शपः लुक् भवति इत्यतः अयं धातुः अदादिगणे अस्ति. अपि च प्रथमपुरुषे एकवचनरूपम् अस्ति. या योगः ति, याति. या योगः ल्युट्, यानम्, यानं प्रयाणम् इत्यादीनि पदानि या धातोः रूपाणि एव. विनयात् पात्रतां याति. विनयात् किं याति? पात्रताम्, पात्रता. भवती जानाति वा पात्रता? न भगिनि. पात्रता इत्युक्ते अर्हता. अर्थं जानामि. वदतु, वदतु. पात्रता अर्हता अस्ति. पद संक्ष कथम् उत्पद्यति न जानामि. मधुरता मधुरता एवमेव सुन्दरता तत्र एकः प्रत्ययः अस्ति तल् इति वदामः किन्तु तत्र तल् प्रत्ययस्य योजनेन स्त्रीलिङ्गपदानि एव सिद्ध्यन्ति तत्र पात्रता अर्हता मधुरता सुन्दरता इत्यादीनि पदानि तल् प्रत्ययान्तरूपाणि सन्ति पात्र इति प्रातिपदिकमस्ति पात्र इति प्रातिपदिकं स्वीकृत्य तल् प्रत्ययस्य योजनेन तल् प्रत्ययः कीदृशः इत्युक्ते तद्धितप्रत्ययः इत्युक्ते तद्धितप्रत्ययाः प्रातिपदिकात् विधीयन्ते भवती जानाति खलु केचन प्रत्ययाः धातुभ्यः विधीयन्ते केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते तद्धितप्रत्ययाः सर्वदा प्रातिपदिकेभ्यः एव विधीयन्ते अत्र पात्र इति प्रातिपदिकं स्वीकृत्य तल् प्रत्ययस्य योजनेन पात्रता इति रूपं पात्रता इत्युक्ते अर्हता विनयात् पात्रतां याति या धातुः अपि गत्यर्थकधातुः गत्यर्थकधातुः अस्ति इत्यतः कर्मपदं स्वीकर्तुं शक्नोति अतः विनयात् पात्रतां याति इत्युक्ते आदौ किमुक्तमस्ति विद्या नराय विनयगुणं ददाति नराय ददाति पश्यतु अत्र दा धातुः अस्ति इत्यतः चतुर्थी भवति चतुर्थी सम्प्रदाने इति सूत्रेण नराय ददाति किं ददाति विनयं ददाति विनयगुणं ददाति विद्या नराय विनयगुणं ददाति तेन किं भवति तेन सः नरः अर्हतां प्राप्नोति अर्हतां प्राप्नोति अर्हता इति अपि तल् प्रत्ययान्तरूपमेव अर्हतायाः कारणेन किं भवति श्लोकस्य द्वितीयभागः कः वदतु पुनः पात्रत्वात् धनम् आप्नोति अत्रापि जस्त्वसन्धिकार्यमस्ति खलु आम् पात्रत्वात् धनं जल् अस्ति चेत् दा भवति चष् भवति पात्रत्वात् दा भवति पात्रत्वात् अन्ते तकारः अस्ति पदान्तकार्यं झलां जशोन्ते सूत्रेण जस्त्वसन्धिकार्यं भूत्वा पात्रद्वाद् पात्रत्वाद् इति रूपं सिद्ध्यति धनम् आप्नोति धनम् इति पदं नपुंसकलिङ्गपदमेव किन्तु अत्र आप् धातुः अपि सकर्मकधातुः अतः धनम् इति कर्मपदमस्ति धनं धने धनानि इति रूपाणि भवन्ति आप् धातुः कस्मिन् गणे अस्ति सनादिगणे स्वादिगणे स्वादिगणे क्षम्यतां स्वादिगणे स्नु पञ्चमः स्ने आप्नोति इति स्वादिगणे अस्ति स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः आयाति पात्रता इत्युक्ते पात्रस्य भावः पात्रता तस्य भावः इत्यस्मिन् अर्थे तत्र तल् प्रत्ययः विहितः भवति धनात् वदतु धनात् धर्मः धनात् अपि जस्वसन्धि भवति धर्मः क्षम्यतां धर्मं धर्मं आप्नोति ततः सुखं धनात् दानकार्येण धर्मं भगिनि अत्र अहं प्रश्नं पृच्छामि विद्यया विद्या किं ददाति विद्या विनयं ददाति कस्मै ददाति नराय अथवा नरेभ्यः जनेभ्यः नराय ददाति ददाति. तेन किं भवति इत्युक्ते विनयगुणम् अस्ति. विनयगुणम् इत्युक्ते तत्र विनयः इत्युक्ते हम्बल्नेस् इति अर्थः नास्ति. हौ टु कण्डक्ट् युवर् सेल्फ्. विद्यया किं प्राप्नुमः? विद्यया नराय विनयगुणं नियन्त्रणं भगिनि. हौ टु कण्डक्ट् युवर् सेल्फ् इति लभ्यते. विद्यायाः प्रयोजनं किम् इत्युक्ते विद्यया विनयगुणः प्राप्यते नरेण इति तत्र वार्ता अस्ति. किन्तु तेन किं भवति इति प्रश्ने सति तेन सह नरः पात्रतां प्राप्नोति. हि विल् गेट् द डिसर्वड्नेस्. अत्र सोपानानि सन्ति खलु भगिनि. सोपानेन सर्वं भवति. अन्ततो गत्वा कथं सुखं प्राप्यते अस्माकं जीवने? कथं सुखं प्राप्नुमः वयम्? अत्र रोहिणी भगिनी कृपया वदतु, कथं सुखं प्राप्नुमः वयम्? धर्मात् सुखं प्राप्नोति. उत्तमं. न तु धनेन खलु? न तु धनेन. अत्रैव सोपानेन उक्तमस्ति. पश्यन्तु, तत्र प्रथमे सोपाने विद्यया विनयगुणं प्राप्यते, विनयगुणः प्राप्यते. तेन सह नरः पात्रतां प्राप्नोति. पात्रता, अर्हता इत्युक्ते डिसर्वड्नेस् इति अर्थः. डिसर्वड्नेस् अस्ति चेदेव अर्हतायाः कारणेन एव, पात्रतायाः कारणेन एव सः धनं प्राप्नोति. धनं कथम् अस्माकं पुरतः आयाति इत्युक्ते वन् शुड् हाव् द डिसर्वड्नेस् टु गेट् दट् मनी. लक्ष्मी कुत्र गच्छति इत्युक्ते यस्य पार्श्वे अर्हता अस्ति, पात्रता अस्ति, तस्य पुरतः एव लक्ष्मी गच्छति. इत्युक्ते अर्हतायाः कारणेन एव, पात्रतायाः कारणेन एव सः नरः धनं प्राप्तुं शक्नोति. धनेन सः किं करोति? धनस्य साहाय्येन धनम् उपयुज्य धर्मकार्याणि करणीयानि अथवा पुण्यकार्याणि करणीयानि. पुण्यकार्याणि कृत्वा अथवा पुण्यकार्याणि अथवा धर्मकार्याणि कुर्मः चेत् तेन वयं सुखं प्राप्नुमः. अन्तिमं सोपानमस्ति ततः सुखम् इति लिखितमस्ति. ततः सुखम् इत्युक्ते कुतः सुखं वदतु? पुण्यस्य कारणेन सुखं प्राप्नोति. उत्तमं. धर्मकार्याणि कुर्मः चेत् अथवा पुण्यकार्याणि कुर्मः चेदेव सुखं प्राप्नुमः. जनाः सर्वे चिन्तयन्ति खलु, कथं सुखं प्राप्नुमः, कुत्र सुखं लभ्यते इति जनाः सुखं प्रति धावन्ति. कथं सुखं प्राप्यते इति प्रश्ने सति अनेन सोपानेन, अत्र सोपानानि दत्तानि, अत्र एतादृशरीत्या गच्छन्ति स्म, गमनेन एव वयं सुखं प्राप्तुं शक्नुमः इति वार्ता अस्ति. अत्र धर्मकार्याणि भगिनी वदतु, समासः अस्ति. धर्मं करोति. धर्मकार्याणि इत्यस्मिन् समस्तपदे कीदृशसमासः अस्ति? धर्मस्य कार्याणि धर्मकार्याणि षष्टितत्पुरुषः भवति. उत्तमं. नो चेत् धर्माय कार्यम् इति अपि भवितुं शक्नोति. धर्मस्य कार्यम् इति अपि भवितुं शक्नोति. धर्मकार्यम् इत्युक्ते श्रेयोदायकानि कार्याणि. श्रेयः भवती वदतु, श्रेयः इति कीदृशं पदम्? श्री इत्यस्य भवती किं प्रत्ययः न जानामि. अत्र श्रेयः इति सकारान्तपदं भवति. श्रेयः, श्रेयसी, श्रेयांसि एवं रूपाणि भवन्ति. श्रेयः, प्रेयः द्वयोर्मध्ये कः स्वीकर्तव्यः, किं स्वीकर्तव्यम् इति प्रश्ने सति यः श्रेयः एव स्वीकर्तव्यः. श्रेयः इति सकारान्तपदमस्ति. श्रेयः, श्रेयसि, श्रेयांसि एवं रूपाणि भवन्ति. अत्र पू धातोः रूपमेव पुनाति अथवा पुण्यम्. पुण्यम् इति पदं पू धातोः रूपमस्ति. पू धातोः रूपमेव पावनम्. अत्र धर्मकार्याणि इत्युक्ते सुकृतानि इति अर्थः अस्ति. आहत्य विद्या नराय विनयगुणं ददाति, तेन सः अर्हतां प्राप्नोति. तस्मात् परम् अर्हतायाः कारणेन एव धनं प्राप्नोति. धनेन धर्मकार्याणि कृत्वा सः पुण्यं प्राप्नोति. अत्र पुण्यम् इत्युक्ते सुखमेव. तत्र स्वर्गलोकः, नरकलोकः च इति तु किमपि नास्ति. अस्माकं मनसि एव एतादृशी भावना उत्पद्यते. पुण्यकार्याणि कुर्मः चेत् मनसि सन्तोषः जायते, तदेव सुखम् इति वदामः. अस्माकं मनसि एव एतादृशी भावना सञ्जायते. पुण्यकार्याणि कुर्मः चेत्, नो चेत् धर्मकार्याणि कुर्मः चेत् इति तत्र वार्ता अस्ति. बहु उत्तमः श्लोकः. रोहिणी भगिनी, द्वितीयं श्लोकं भवती पठतु. अन्नात् भवन्ति भूतानि, पर्जन्यात् अन्नसम्भवः, यज्ञात् भवति पर्जन्यः, यज्ञकर्म समुद्भवः. अन्नात् भवन्ति भूतानि, अन्नात् भूतानि भवन्ति, पर्जन्यात् अन्नसम्भवः, अन्नः अन्नं पर्जन्यात् सम्भवति, यज्ञात् भवति पर्जन्यः, पर्जन्यः यज्ञस्य बलेन भवति, यज्ञात् भवति, यज्ञः कर्मसमुद्भवः, यज्ञः तु कर्मात् उद्भवति. उत्तमम्. अत्रापि चत्वारि वाक्यानि लेखितुं शक्नुमः. भवती अन्वयम् उक्तवती खलु, भूतानि अन्नात् भवन्ति. भूतानि इति कीदृशं पदम्? बहुवचने अस्ति. भूतं, भूते भूतानि. उत्तमम्. अत्र भूतं, भूते भूतानि सुबन्तपदम् अस्ति. अत्र भूत इति पदं, भूत इति प्रातिपदिकमस्ति. भू धातुतः कथाप्रत्ययस्य योजनेन भूत इति प्रातिपदिकं सिद्ध्यति. भूत इति क्तान्तप्रातिपदिकं. क्तान्तप्रातिपदिकानि त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु लभ्यन्ते. अत्र भूतानि, भूतानि अन्नात् भवन्ति. अस्मिन् वाक्ये कर्मपदं नास्ति. भूतानि अन्नात् भवन्ति. भवत्याः अवगमनं किम् अत्र? किमपि नास्ति भगिनि. अत्र भूतानि, भूतानि अकर्मकः अस्ति इत्यतः अत्र कर्मपदं नास्ति. भूतानि अन्नात् भवन्ति. अत्रापि जस्त्वसन्धिकार्यमस्ति खलु? वदतु. अन्नात् इति प्रथमं तत् अन्नात् भवति, जस्त्वं भवति. जस्त्वसन्धिकार्यमस्ति. भूतानि इत्यस्मिन् स्थाने प्राणिनः इति पदमपि योजयितुं शक्नुमः. प्राणिनः इति प्रश्ने सति तत्र प्रातिपदिकं किम्? प्राणिन् इति नकारान्तप्रातिपदिकम् अस्ति. अत्र सुजाता भगिनी तत्र रूपाणि वदतु. प्राणिन् इत्यस्य रूपाणि? प्राणिन्, प्राणिनौ, प्राणिनः. प्राणिन् इति प्रातिपदिकम् अस्ति, किन्तु प्रथमाविभक्ति रूपाणि वदतु. प्राणिन्, प्राणि. एकवचनम्, एकवचनम्. प्राणिनौ प्राणिनः इति रूपाणि भवन्ति. भूतानि इत्यस्मिन् स्थाने प्राणिनः इति अपि योजयितुं शक्नुमः. अन्नम् इति पदमस्ति. अन्नम् इति अपि क्तान्तरूपमेव, क्ताप्रत्ययान्तरूपमेव. अद् भक्षणे इति एकः धातुः अस्ति. अद् भक्षणे अदादिगणे अस्ति इति कारणतः तस्य लटिरूपम् अत्ति. अत्ति, अत्तः, अदन्ति इति लटिरूपाणि सन्ति. अद् भक्षणे इत्यस्य कृतान्तरूपमेव अन्नम्. अन्नात् भूतानि भवन्ति इति एकं वाक्यमस्ति. इत्युक्ते सर्वे अपि जीवाः. भगिनी अत्रैव आवरणे किञ्चित् लिखितमस्ति. रोहिणी भगिनी वदतु. सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति. अन्नं तु वृष्टिकारणेन भवति. यज्ञः, दानं, सत्कार्याणि एव वृष्टेः उत्पादने कारणानि. सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य. अत्र जन्म इति पदमस्ति खलु. जन्म इति पदस्य रूपाणि वदतु, प्रातिपदिकं वदतु. चिन्ता मास्तु. सुजाता भगिनी, जन्म इति पदस्य रूपम् अत्र रूपं किम् अस्ति, तस्य प्रातिपदिकं किं, प्रथमाविभक्तिरूपं तत्र बहुवचनपर्यन्तं वदतु. सुजाता भगिनी. आम् आं भगिनि वदतु. जन्मन् मनस् चेस् जन्मन् नकारान्तम् अस्ति. जन्मन् भवति. उत्तमं. जन्मन् इति नकारान्तप्रातिपदिकम् अस्ति. नपुंसकलिङ्गपदमस्ति इत्यतः रूपाणि द्वितीयाविभक्तिपर्यन्तं वदतु. अत्र प्रातिपदिकमस्ति जन्मन् इति प्रातिपदिकं, नकारान्तप्रातिपदिकम्. इदं पदं नकारान्तपदमस्ति. प्रातिपदिकं नकारान्तप्रातिपदिकं, नपुंसकलिङ्गपदम् अस्ति. तस्य रूपाणि जन्म, जन्मनि, जन्मानि, जन्म, जन्मनि, जन्मानि एवं रूपाणि भवन्ति. ब्रह्म, ब्रह्मणि, ब्रह्माणि, ब्रह्म, ब्रह्मणि, ब्रह्माणि, ब्रह्मन् इति प्रातिपदिकमस्ति. तादृशं पदमेव इदं पदमपि. तत्र जन्म, जन्मनि, जन्मानि इति रूपाणि भवन्ति. नपुंसकलिङ्गपदमस्ति इत्यतः द्वितीयाविभक्तिपर्यन्तं तत्र प्रथमाविभक्तिरूपाणि द्वितीयाविभक्तिरूपाणि समानानि. किन्तु अत्र कीदृशं पदमस्ति? अत्र विभक्तिः का? जन्म इति द्वितीयविभक्ति भवति. उत्तमम्. अत्र प्राप्य इति पदमस्ति. प्राप्य इति पदं कीदृशम्? ल्यबन्तमस्ति. ल्यबन्तमस्ति. प्रायोगः, आपयोगः, ल्यप् प्रत्ययः अस्ति. इत्युक्ते उपसर्गः अस्ति इति कारणतः ल्यबन्तरूपं सिध्यति. प्रा उपसर्गस्य योजनेन अत्र ल्यबन्तरूपम् आगतम्. अत्र धातुः आप् धातुः अस्ति. आप् धातुः सकर्मकधातुः. अतः अत्र धातुः सकर्मकः अस्ति इत्यतः कर्मपदं स्वीकर्तुं शक्नोति. अतः खुरदन्तरूपमपि कर्मपदं स्वीकर्तुं शक्नोति. इत्युक्ते ल्यबन्तरूपमपि कर्मपदं स्वीकर्तुं शक्नोति. कदा? सः धातुः सकर्मकः अस्ति चेत् अत्र प्राप्य इति कृदन्तम् अस्ति, तिङन्तं नास्ति, कृदन्तम् अस्ति. इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन निर्मितं, ल्यप्रत्ययः कृत् प्रत्ययः, कृत् प्रत्ययस्य योजनेन निर्मितं पदमस्ति. अत्र आप् धातुः सकर्मकः, अतः जन्म इति पदं द्वितीयविभक्ति एकवचनम् अस्ति इति वार्ता. सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य इति, इत्युक्ते इतोपि किञ्चित् वक्तव्यमस्ति इत्यतः क्रियापदद्वयमस्ति समानकर्तृकयोः पूर्व. अत्र कर्ता समानः अस्ति इत्युक्ते सर्वे इति कर्तृपदमस्ति इत्यतः जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति इति लिखितमस्ति. जीवनं कीदृशं पदम्? कोऽपि वदतु. कृदन्तपदं. कृदन्तं ल्युट् प्रत्ययः, ल्युट् प्रत्ययः अस्ति, ल्युडन्तम् अस्ति. अत्र जीव् धातुः अस्ति, जीव् धातुतः ल्युट् योजनेन जीवन इति प्रातिपदिकं सिद्ध्यति. ल्युडन्तानि नपुंसकलिङ्गपदानि भवन्ति. जीवनं कर्तुं शक्नुवन्ति. कर्तुं कीदृशं पदम्? तुमुन्नन्तम् अस्ति. उत्तमं. क्रूधातुतः तुमुन् योजनेन कर्तुं, तत्र गुणकार्यं भवति. किमर्थं तुमुन् प्रत्ययः? कित् नास्ति, कित् नास्ति इत्यतः तत्र गुणकार्यं भवितुं शक्नोति. क्रूधातुतः तुमुन् योजनेन तुमुन् इति आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः कित् गित् नित् नास्ति इत्यतः गुणकार्यं भवितुं शक्नोति. क्रू इति धातुः इगन्तधातुः, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा क्रूयोगः तुमुन् इत्यत्र कर्तुम् इति रूपम् अस्ति. तुमुन् इत्यत्र नकारः इत्संज्ञकः इति वार्ता अस्ति. अर्धधातोः रूपमेव अन्नम् इति अस्ति. पर्जन्यः इत्युक्ते कः रोहिणी भगिनी? वर्षः. वर्षः, तत्र वर्षः इति वदामः वा नो चेत् मेघः? तत्र भेदः अस्ति खलु. जलं भूमौ आयाति तदा वर्षः भवति, मेघः तु आकाशे एव भवति. उत्तमम्. तत्र मेघस्य अन्यनाम अस्ति जलदः. जलदः इति कथनेन तत्र जलं ददाति इति विग्रहवाक्यं वक्तव्यं भवति. पर्जन्यः इत्युक्ते मेघः अथवा जलदः. जलदः इति उपपदसमासयुक्तं पदमस्ति. जलदः इत्युक्ते मेघः एव. मेघः इत्युक्ते पर्जन्यः. पर्जन्यः, जलदः, मेघः इत्यादीनि पर्यायवाचकपदानि. सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्नुवन्ति. जन्म प्राप्य इत्यत्र पृथक्तया वाक्यं निर्मातुमिच्छामश्चेत् वाक्यं किं भवति? सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्नुवन्ति इति कर्तरिप्रयोगे वाक्यमस्ति. जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति. पश्चात् किं भवति वदतु रोहिणी भगिनी, वदतु. अन्नस्य कारणेन, अन्नम् अस्ति तदा एव जीवनं कर्तुं शक्नुवन्ति. पश्चात् अन्नं तु वृष्टि, वदतु. वृष्टिकारणेन भवति, वृष्टिकारणेन अन्नं भवति. वृष्टि मीन्स् पर्जन्यः, पर्जन्यात् अन्नः सम्भवति. अत्र वृष्टिकारणेन इति पदमस्ति. वृष्टिकारणं, तत्र कारणम् इति अपि ल्युडन्तपदमस्ति. वृष्टिः इति अपि क्तिन् प्रत्ययान्तरूपं स्तुत्वं भूत्वा तत्र टकारस्य स्थाने मूर्धन्यटकारः आगतः. वृष्टिः इति स्त्रीलिङ्गपदमस्ति. क्तिन् प्रत्ययः अस्ति चेत् तत्र रूपं सिद्ध्यति इति एका वार्ता. अत्र अन्नाद् भवन्ति इत्यत्रापि भवती उक्तवती एव, ज्यस्त्वसन्धिकार्यमस्ति. पर्जन्यात् अन्नसम्भवः, तत्रापि पर्जन्यात् इत्यत्रापि ज्यस्त्वसन्धिकार्यमस्ति. तकारस्य स्थाने दकारः आयाति झलां जशोन्ते इति सूत्रेण. पर्जन्यात् अन्नसम्भवः, अन्नसम्भवः इति समस्तपदमस्ति खलु, वदतु. अन्नसम्भवः पर्जन्यात् अन्नसम्भवः इत्युक्ते वृष्टेः कारणेन एव अन्नं सम्भवति. तदन्नं वृष्टेः कारणेन एव, वृष्टिकारणम् इति समस्तपदं. तत्र विग्रहवाक्यं वृष्टेः कारणं, वृष्टेः वृष्टिः भवति चेदेव इति वक्तुं शक्यते. अग्रिमं वाक्यं वदतु. यज्ञः दानं तत्कार्याणि एव वृष्टेः उत्पादने कारणानि. वृष्टेः उत्पादने यज्ञः दानं सत्कार्याणि कारणानि भवन्ति. उत्पादने कारणानि भवन्ति, वृष्टेः उत्पादने कानि कानि कारणानि सन्ति, वृष्टिः कदा भवति, कथं भवति वृष्टिः इति प्रश्ने सति. यज्ञः दानं सत्कार्याणि एव वृष्टेः उत्पादने कारकाणि भवन्ति, कारकाणि भवन्ति अथवा कारणानि भवन्ति इति वक्तुं शक्यते. अत्र सत्कार्याणि एव वृष्टेः उत्पादने कारणानि इति उक्तमस्ति. अत्र उत्पादनम् इति पदमस्ति. तत्र कीदृशं पदं सुन्दरमहोदय भवान् वदतु. उत्पादनम् उत् इति उपसर्गपूर्वक पद् धातोः ल्युडन्तम् अव्ययं ल्युडन्तपदम् उत्पूर्वक पद् इति धातुः ओके पद् योगे ल्युट् पद् योगे ल्युट् णिच्यपि अस्ति खलु णिच् पादनम् ओके ओके पद् धातुः ओके पादनं आम् आम् आं भगिनि णिच् अपि अस्ति निजन्तम् अपि अस्ति पादनं पाद् योगे सोरि पद् योगे णिच् तदनन्तरं ल्युट् भवति पद् योगे णिच् इति कारणेन पाद् णिच् ओके चकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति णकारस्य अपि छुटु इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति इ एव अवशिष्यते पद् योगे इ पदिव पादिव पद् योगे किञ्चित् वक्तुमिच्छामि. तत्र पद् धातुः अस्ति, पद् धातः णिच् योजनेन यथा भवता उक्तम् इत्संज्ञकलोपानन्तरम् इ एव शिष्यते, किन्तु णिच् प्रत्ययः धातोः परमस्ति इति कारणेन उपधायाः वृद्धिकार्यं भवति. पद् इत्यत्र उपधायां ह्रस्वकारः अस्ति, अत उपधायाः इति सूत्रेण उपधासंज्ञकवर्णस्य वृद्धिकार्यं भवति. अकारस्य वृद्धिसंज्ञकवर्णः आकारः, अतः पद् धातुतः णिच् योजनेन पादि इति नूतनधातोः निर्माणं भवति. किन्तु पादि इत्यत्र इकारलोपः भवति, तत्र णिजन्तरूपेषु ल्युट् योजनेन इकारलोपः भवति. केन सूत्रेण? सूर्यकुमारी भगिनी वदतु. नेरनीति वदतु. लिट् प्रत्ययः अन अन्तिम रूपम् अन अर्धधातुक आवलादिः अर्धधातुक अनिट् अस्ति चेत् नेरनिति इति सूत्रेण ई लोपः भवति. उत्तमम्. तत्र अणेर निटि इति सूत्रेण णिचः लोपः भवति, इत्युक्ते णेः लोपः, णेर्लोपः, णेरनिटि इति सूत्रेण अनिट् प्रत्यये परे. अनिट् प्रत्ययः कः अत्र? ल्युट् प्रत्ययः. ल्युट् इत्यत्र यु यु यु अवशिष्यते, निरनुबन्धप्रत्ययः यु अस्ति. यु इत्यत्र आदिमवर्णः यकारः अस्ति, सः यकारः वलादिः नास्ति, इत्युक्ते ल्युट् प्रत्ययः सेट् नास्ति. ल्युट् प्रत्ययः अनिट् प्रत्ययः इत्युक्ते पट् धातुतः णिच् योजितमस्ति, तस्मात् परं ल्युट् प्रत्ययः अस्ति. ल्युट् प्रत्ययः अनिट् अस्ति इति कारणतः नेरनिटि इति सूत्रेण णेः लोपः, णिचः लोपः भूत्वा इकारलोपः भवति. तत्र नूतनधातुः पादि, पादि इत्यत्र इकारलोपः भूत्वा पाद् भवति. उत्तियोगः पाद् योगः अन इति स्थितिः अस्ति वर्णमेलनेन उत्पादन इति प्रातिपदिकं, किन्तु ल्युडन्तानि नपुंसकलिङ्गपदानि, अतः उत्पादनं. किन्तु अस्मिन् वाक्ये सप्तमीरूपं दत्तमस्ति उत्पादने इति. महोदय भवान् वदतु उत्पत्तिः इति कीदृशम्? उत्तयोगे पद्योगे स्त्रीलिङ्ग तिन् प्रत्ययः, स्त्रीलिङ्गस्य तिन् प्रत्ययस्य योजनेन नकारलोपः भवति हलन्त्यमिति सूत्रेण ति एव अवशिष्यते. उत् योगे पद् योगे ति उत्पत्तिः इति अन्तिमं रूपं सिद्ध्यति. एवमेव निष्पत्तिः स्त्रीलिङ्गप्रत्ययः तिन् प्रत्ययः, उत्पत्तिः, निष्पत्तिः, प्रतिपत्तिः इत्यादीनि पदानि तिन् प्रत्ययान्तरूपाणि. किन्तु धातुः अस्ति पद् धातुः, अस्माकं कृते परिचितानि पदानि एव उत्पत्तिः, निष्पत्तिः, प्रतिपत्तिः इत्यादीनि. अत्र उत्पादनम् इति दत्तमस्ति. इतोपि अन्नम् इति पदमस्ति खलु, तस्मिन् स्थाने आहारः इति अपि साधु भवति. अन्नं नपुंसि, आहारः इति पुंलिङ्गपदमस्ति. अन्नात् अन्नस्य कारणेन भूतानि भवन्ति, भवन्ति इत्यस्मिन् स्थाने जायन्ते, जायते इति अपि साधु. जायते इत्यत्र जनिप्रादुर्भावे इति धातुः अस्ति. अन्नात् प्राणिनः जायन्ते. पर्जन्यात् इत्युक्ते वृष्टेः कारणेन आहारोत्पत्तिः भवति. अन्नसम्भवः इत्युक्ते आहारोत्पत्तिः भवति. पर्जन्यः इत्युक्ते मेघः अथवा जलदः. कर्मसमुद्भवः इति पदमस्ति, तदपि समस्तपदमेव. कर्मसमुद्भवः इत्यत्र विग्रहवाक्यं किमस्ति इत्युक्ते कर्मणः समुद्भवः, पञ्चमी तत्पुरुषसमासः. कर्मशब्दस्य, कर्मशब्दः कीदृशः भवान् वदतु रूपाणि? कर्मसम्भव रूपाणि वा? कर्मसम्भवः रूपाणि इत्युक्ते नवरूपाणि वा? न न, अत्र कर्मसमुद्भवः अथवा कर्मसम्भवः इति समस्तपदमस्ति. केवलं कर्म इति पदं कीदृशं पदम्? कर्म इति पदं नपुंसकलिङ्गपदं. कर्म कर्माणि कर्माणि. अत्र कर्मणे कर्मणः कर्मणः कर्मणि इति कर्मणि इति एवं रूपाणि भवन्ति. नकारान्तप्रातिपदिकमस्ति. कर्मणः समुद्भवः इति विग्रहवाक्यं वक्तव्यं भवति. कर्मसमुद्भवः इति पदं समस्तपदमस्ति. तत्र पञ्चमी तत्पुरुषसमासः अस्ति. कर्मणः समुद्भवः. कर्मणः किं सम्भवति? तत्र वृष्टिः सम्भवति. इत्युक्ते कर्मसमुद्भवः इत्यस्मिन् स्थाने कर्मजन्यः इति अपि वक्तुं शक्यते. अत्र अन्नदः इति पदमस्ति चेत् कीदृशसमासः अस्ति? अन्नं ददाति इति अन्नदः. ज, जलदः इत्युक्ते जलं ददाति इति जलदः मेघः. उत्तमम्. उपपदसमासः अस्ति इति वार्ता अस्ति. अग्रे सरेम. आहत्य अत्र वार्ता का? भवान् वदतु, अस्मिन् श्लोके किम् उक्तमस्ति? अस्मिन् श्लोके अन्नात् अन्नात् भवन्ति भूतानि पर्जन्यात्. ओके, सर्वेपि. ओके, भूतानि अन्नस्य कारणेन, दट् इस् आहारस्य कारणेन भूतानि भूतानि इत्युक्ते पशवः, मनुष्यः, सर्वे सर्वे भवन्ति. भवन्ति इति इत्युक्ते जीवनं कुर्वन्ति. पर्जन्यात् अन्नसम्भवः, पर्जन्यात् वृष्टेः कारणात् एव अन्नः सम्भवति. आहारः अन्नं, सारि, अन्नं सम्भवति इत्युक्ते आहारं, यत्कोपि भोजनं भवति तत्सर्वं पर्जन्यात् इत्युक्ते वृष्टेः सम्भवति इति. यज्ञात् यज्ञात् भवति पर्जन्यः. यज्ञात् यज्ञ होमकर्मणि एवं यज्ञकर्मणि किं भवति? वृष्टिः भवति. वृष्टेः वृष्टेः उद्भवनं भवति किल? ओके, वृष्टिः सम्भवति, सम्भवति. ओके, यज्ञः कर्मसमुद्भवः. यज्ञः कर्मात् कर्मणः एव यज्ञः सम्भवति. तदेव एकस्य. महोदय, अत्र उद्भवति सम्भवति, तत्र भेदः अस्ति वा? उद्भवति सम्भवति, उद्भवति इत्युक्ते तस्मात् बहिरागच्छति इति इति कथितुं शक्यते. सम्भवति इत्युक्ते तस्य अन्ते एव उत्पत्तिः भवति. तादृशम् उद्भवति इत्युक्ते उत्योगे, उत्योगे इत्युक्ते नीचैः उपरि आगच्छति. तदेव उत् इति उपसर्गस्य अर्थः. इति कारणेन उद्भवति इत्युक्ते अन्ततः बहिरागच्छति. तदेव मम अहमपि तदेव चिन्तयन्ती अस्मि. तत्र उद्भवति सम्भवति इति तत्र भेदः अस्ति. द्वयोर्मध्ये पार्थक्यम् अस्ति इत्युक्ते उत् उपसर्गस्य योजनेन सञ्जायते इत्यस्मिन् अर्थे तत्र उद्भवति इत्युक्ते उत्पद्यते, सञ्जायते इत्यादयः अर्थाः सन्ति. किन्तु सम्भवति इत्युक्ते सम् उपसर्गः अस्ति. सम् उपसर्गः अस्ति चेत् सम्यक्, समीचीनम् इति अर्थः तत्र अस्ति खलु? उत्तमम्. उत्तमं, तदेव. अग्रिमः श्लोकः अस्ति. सुजाता भगिनी, भवती पठतु. आं भगिनि. भगवद्गीता किञ्चित् गीता गङ्गाजललवणिका पीता सकृदपि येन मुरारि समर्च क्रियते तस्य यमेन न चर्च. भगवद्गीता किञ्चित् किञ्चित् अधीता गङ्गा. अत्र किञ्चित् अधीता, तत्र सन्धिकार्यं वदतु. किञ्चित् अधीता, अधीता जस्वसन्धि भवति, तकारस्य स्थाने दकारः. किञ्चित् अधीता भगवद्गीता किञ्चित् अधीता. अत्र वाक्यं कर्मणि प्रयोगे अस्ति. कथं महोदय वदतु? भगवद्गीता किञ्चित् अधीता. अधीता, ओके. तेन भगवद्गीता किञ्चित् अधीता. तेन वा तया वा भगवद्गीता किञ्चित् अधीत अधीत इत्युक्ते अधिपूर्वक इङ्गतौ इति धातोः किल अधि गतौ नास्ति अध्ययने इत्यस्मिन् अर्थे अधिपूर्वके अधिपूर्वक किं धातुः अस्ति इङ् धातुः इङ् धातुः करेक्ट् ओके गतौ धातुः अयं धातुः सर्वदा अधिपूर्वकः भवति अधिपूर्वक एव भवति उत्तम अत्र वाक्यं कर्मणि प्रयोगे अस्ति कथम् इत्युक्ते येन पुरुषेण भगवद्गीता किञ्चिद् अधीता भगवद्गीता अधीता तत्र भगवद्गीता इत्यस्य विशेषणमेव अधीता अधीता इति क्तान्तपदमस्ति येन पुरुषेण भगवद्गीता किञ्चित् अधीता अधीता इति भगवद्गीतायाः विशेषणम् अस्ति किल उत्तमम् इत्युक्ते कथाप्रत्ययः कर्मार्थकप्रत्ययः खलु अत्र कथाप्रत्ययः कर्मार्थकप्रत्ययः क्तवतु प्रत्ययः कर्तृर्थकप्रत्ययः खलु अत्र येन पुरुषेण भगवद्गीता किञ्चिद् अधीता इतोपि उक्तमस्ति अत्र इदं वाक्यं कर्मणि प्रयोगे अस्ति कर्तरिप्रयोगे किं वक्तव्यं भवति परिवर्त्य सः पुरुषः भगवद्गीतां किञ्चित् अधीतवान् उत्तमम् अत्र यः पुरुषः भगवद्गीतां किञ्चित् अधीतवान् इति वाक्यमपि साधु अधीतवान् अधीतवान् इति अत्र कथवत् प्रत्ययः अस्ति कथवत् प्रत्ययः कर्तृर्थकप्रत्ययः कथाप्रत्ययः कर्मार्थकप्रत्ययः इदं वाक्यं कर्मणि प्रयोगे अस्ति येन पुरुषेण भगवद्गीता किञ्चित् अधीता इतोपि सुजाता भगिनी वदतु द्वितीयं वाक्यं गङ्गाजललवणिका पीता गङ्गा जलं लवणिका पीता किञ्चित् गङ्गाजलं जयसा न भगिनि अत्र महोदय भवान् वदतु अत्र समस्तपदमस्ति गङ्गाजलं गङ्गाजलस्य लवणिका तत्रापि पुनः समस्तपदं करणीयं गङ्गायाः जलम् इत्यत्र षष्टि तत्पुरुषसमासः अस्ति गङ्गाजलस्य लवः लवः इत्युक्ते लवः इत्युक्ते लवणम् इति साल्टि साल्टि इति नेषमात्रम् इति लेशः लेशः करेक्ट् ओके वेरि लैट् लेशः किञ्चित् इति तत्र पश्यतु लवः इति पदं भिन्नं लवणम् इति भिन्नं भिन्नम् ओके ओके तत्रापि नकारः अस्ति इति कारणेन अहं कन्फ्यूस्ड् भूतवान् अत्र पदमस्ति समस्तपदमस्ति गङ्गाजललवकणिका लवकणिका ओके अहं लवणिका इति अहं पठितवान् तदेव तत्र एकं बहु दीर्घं समस्तपदमस्ति अस्मिन् पदे गङ्गा जलं लव कणिका बहूनि पदानि सन्ति गङ्गायाः जलं गङ्गाजलं षष्ठी तत्पुरुषः गङ्गाजलस्य लवः तत्रापि षष्ठी तत्पुरुषसमासः गङ्गाजललवस्य कणिका तदपि षष्ठी तत्पुरुषसमासः इत्युक्ते अस्मिन् समस्तपदे बहुषु स्थलेषु षष्टि तत्पुरुषसमासः अस्ति पीता इति कीदृशं पदं पीता इति तप्रत्ययः इति धातोः तप्रत्ययः पीता इति उत्तमम् अत्र धातुः पा अस्ति किमर्थं पीता भवति लटिरूपं वदतु लटिरूपं पिबति पिबतः पिबन्ति उत्तमम्. आधातोः लटीरूपं पिबति अस्ति, किन्तु घटान्तरूपं पीता अस्ति. किमर्थम् इति प्रश्ने सति तत्र एकं विशिष्टं सूत्रमस्ति, घुमास्था गापा जहाति सांहलि इति सूत्रेण तत्र आकारस्य ईत्वं भवति, अतः पीयते. तत्र कर्मणि रूपं किमस्ति पाधातोः कर्मणि लट्? कर्मणि लट् पीयते, पीयते, पीयन्ते. पीयते अस्ति इत्युक्ते तत्रापि तत्रापि इदं सूत्रमेव कार्यं करोति. अतः पीयते, पीता, पीतवान्, पीतम् इत्युक्ते क्ता प्रत्ययः, क्तवत् प्रत्ययः इत्युक्ते कित् प्रत्यये परे. तत्र पीयते इत्यत्र यक् अस्ति खलु, यक् प्रत्ययः कित् अस्ति, कित् अस्ति इत्यतः अनेन विशिष्टसूत्रेण ईत्वं भवति. अत्र आद्यन्तौ टकितौ इति कार्यं करोति वा कित् प्रत्ययस्य? परिभाषासूत्रं खलु आद्यन्तौ टकितौ, तस्य अर्थ अवसरः अत्र किमर्थम्? अत्र नास्ति वा, कित् प्रत्ययः अस्ति किल, तस्मादेव पृष्टवान्. कित् प्रत्ययः अहं किं वदन्ती अस्मि इत्युक्ते अत्र घूमास्था गापा जहाति सांहलि इति सूत्रस्य निमित्तं किमस्ति इति प्रश्ने सति, तत्र निमित्तम् इत्युक्ते धातोः परं कित् प्रत्ययः अस्ति चेत्, कित् प्रत्ययः अस्ति चेदेव ईत्वं भवति इति तत्र सूत्रे उक्तमस्ति. अत्र कर्मणि लट् रूपेषु यक् विधीयते खलु, यक् प्रत्ययः कित् अस्ति इति कारणतः अनेन सूत्रेण ईत्वं भवति. एवमेव क्तौत् प्रत्ययः अपि कित् अस्ति, अतः विशिष्टसूत्रेण ईत्वं भवति. अतः पीतवान्, पीतवती इत्यादीनि रूपाणि भवन्ति. धातुः तु प एव, किन्तु पीतं, पीतम् इति नपुंसकलिङ्गपदं कृतान्तरूपं. किमर्थम् अत्र पीता इति स्त्रीलिङ्गरूपं दत्तमस्ति? कणिका इति स्त्रीलिङ्गम् अस्ति, तस्य विशेषणं भूत्वा पीता इति. उत्तमं, कणिका इति आहत्यत्र समस्तपदमस्ति, किन्तु समस्तपदं तत्पुरुषसमासयुक्तपदमस्ति. समस्तपदे तत्पुरुषसमासः अस्ति, तत्पुरुषसमासयुक्तसमस्तपदेषु उत्तरपदप्राधान्यं वर्तते, अपि च उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति. अत्र समस्तपदं गङ्गाजललवकणिका इति समस्तपदं, कणिका इति उत्तरपदमस्ति, उत्तरपदस्य लिङ्गं स्त्रीलिङ्गमस्ति, अतः सम्पूर्णसमस्तपदस्य लिङ्गमपि स्त्रीलिङ्गपदमेव भवति. तस्य विशेषणमेव पीता, गङ्गाजललवकणिका पीता इत्युक्ते अनयोः द्वयोः पदयोः मध्ये विशेषणविशेष्यभावः अस्ति. भवान् वदतु. आम्, विशेषणविशेष्य पदमस्ति लवकणिका पीता. सो गङ्गायाः जलं गङ्गाजलं, गङ्गाजलस्य लवः गङ्गाजललवः, गङ्गाजललवस्य कणिका गङ्गाजललवकणिका, लव गङ्गाजललवकणिका पीता. ओके, सः गङ्गाजल लवकणिकां पीतवान् इति कर्तरि भवति. अत्र कर्मणि प्रयोगे इदं वाक्यं लिखितमस्ति, येन मनुष्येण येन जनेन गङ्गाजललवस्य कणिका पीता इति कर्मणि वाक्यं. किन्तु महोदयेन किमुक्तमस्ति, यः मनुष्यः गङ्गाजलस्य लवस्य कणिकां पीतवान् सः इति उक्तमस्ति. तत्र इत्युक्ते यः मनुष्यः अथवा यः पुरुषः अथवा यः जनः गङ्गाजलस्य लवस्य कणिकां पीतवान् तस्य कृते किं भवति इति अग्रे लिखितमस्ति. लघु सन्देहः, लवकणिका इत्युक्ते जलबिन्दुः वा जलस्य बिन्दुः वा कणिका इत्युक्ते इति मम चिन्तनं. कणिका इति पदस्य अर्थं न ज्ञातवान्. तदेव तृतीयं वाक्यमस्ति अत्र. सुजाता भगिनी भवती वदतु. सत्कृदपि येन मुरारिसमर्च मुरं सकृदपि जससन्धि भवति सकृद् अपि येन मुरारि समर्च मुरार मुरारस्य चर्चा अत्र बहु किमपि ज्ञातव्यम् महोदय भवान् वदतु सकृत् इति एकं पदमस्ति सुकृत् इति अन्यत् पदमस्ति द्वयोर्मध्ये भेदः अस्ति वदतु सकृत् सकृत् इत्युक्ते तत् क्षणमेव सहसा इति अर्थः तत् क्षणमेव असकृत् सकृत् इति सकृदपि येन तत् क्षणमेव येन मुरारि समर्च इत्युक्ते मुरस्य अरिः मुरारिः महाविष्णुः इति मन्ये मुरारि समर्च समर्च इत्युक्ते सं योगे अर्च अर्चयति इति किल अर्चयति सो मुरारि समर्च महाविष्णोः अर्चनं कृता इति मन्ये उत्तमम् अत्र सकृत् इति लिखितमस्ति सकृत् इति पदं भिन्नं सुकृत् इति पदं भिन्नम् अत्र सुकृत् इत्युक्ते सुष्ठु करोति दुष्कृत् इत्युक्ते दुष्कार्यं करोति दुष्टु करोति इति अपि साधु सुकृत् इत्युक्ते सुष्ठु करोति कर्मकृत् इत्युक्ते कर्म करोति इति कर्मकृत् पापकृत् इत्युक्ते पाकं करोति इति पाककृत् पापकृत् इत्युक्ते पापम् ओके पापं करोति इति पापकृत् ओके पुण्यकृत् इत्युक्ते पुण्यं करोति इति पुण्यकृत् मन्त्रकृत् इत्युक्ते मन्त्रं करोति इति मन्त्रकृत् शास्त्रकृत् इत्युक्ते शास्त्रं करोति इति शास्त्रकृत् भाष्यकृत् इत्युक्ते भाष्यं करोति इति भाष्यकृत् शुभकृत् इत्युक्ते शुभं करोति इति शुभकृत् मम कृते बहु सम्यक् अहं शुभकृत् संवत्सरे एव मम जननं शुभकृत् इत्युक्ते शुभं करोति इति अस्ति अत्र एतादृशेषु पदेषु उपपदसमासः अस्ति तत्र सुष्ठु करोति सुकृत् कर्म करोति कर्मकृत् पापं करोति पापकृत् मन्त्रं करोति मन्त्रकृत् पुण्यं करोति पुण्यकृत् शास्त्रं करोति शास्त्रकृत् भाष्यं करोति भाष्यकृत् किन्तु अत्र सकृत् इति लिखितमस्ति सकृत् इत्युक्ते एकवारम् इत्युक्ते सकृदपि येन मुरारि समर्च इत्युक्ते येन जनेन अथवा येन पुरुषेण सकृदपि मुरारेः समर्चा क्रियते मुरारिः महोदयेन उक्तमेव मुरारिः इति समस्तपदमस्ति विग्रहवाक्यम् अपि च समासस्य नाम वक्तव्यं वदतु मुरस्य अरिः मुरारिः षष्टितत्पुरुषसमासः मुरारिः महाविष्णुः महाविष्णुः नो चेत् श्रीकृष्णः श्रीकृष्णः वा न जानामि वदतु मुरः इति एक असुरः आसीत् तस्य अरिः महाविष्णु एव न श्रीकृष्णः न महाविष्णुः एव तम् असुरं मारितवान् तत् कारणेन तस्य नाम मुरारिः इति अभूत् अत्र येन जनेन एकवारं मुरारेः समर्चा क्रियते सकृदपि अत्र एव लिखितमस्ति येन इति पदम् आदौ लेखनीयं येन भगवद्गीता किञ्चिदधीता येन गङ्गाजललवैकाणिका पीता येन सकृदपि मुरारिसमर्चा क्रियते तेन किं भवति तस्य तस्य यमेन न चर्चा तस्य तस्य मनुष्यस्य यमः अपि चर्चां न करोति इति मन्ये यमः अपि चर्चां न तस्य कृते यमधर्मराजः अपि चर्चां न करोति तस्य चिन्तनं कदापि न करोति इत्युक्ते सः मरणं न प्राप्तवती कदापि तादृशम् अत्र वाक्यमस्ति कर्मणि प्रयोगे वाक्यानि लिखितानि क्रियते येन क्रियते येन किं क्रिय येन किं क्रियते वदतु येन सकृदपि मुरारिसमर्चा क्रियते अपि च येन येन भगवद्गीता किञ्चिदपि अधीता येन गङ्गाजललवकणिका पीता येन सकृदपि मुरारिचर्चा क्रियते तस्य तस्य मनुष्यस्य यमेन अपि न चर्चा कदापि न क्रियते न क्रियते न चर्चा न न भवति इति मन्ये तादृशस्य पुरुषस्य चर्चा यमेन न क्रियते न क्रियते वा ओके यमेन न क्रियते न क्रियते ओके तादृशस्य पुरुषस्य कीदृशस्य पुरुषस्य चर्चा यमेन न क्रियते इति प्रश्ने सति रोहिणी भगिनी वदतु कीदृशस्य पुरुष वदतु यः पुरुषः भगवद्गीता किञ्चित् अधीता भवति गङ्गाजललव कणिका पीता भवति सकृदपि मुरारेः अर्चा करोति तस्य यमेन चर्चा न भवति पुनर्जन्म न भवति इति अर्थः उत्तमम् इतोपि वदतु किञ्चित् वदतु यः पुरुषः भगवद्गीता किञ्चिदपि अधीता भवति येन भगवद्गीतायाः स्वल्पमपि अधीता अस्ति चेत् अथवा येन गङ्गाजलस्य स्वल्पमपि पीता भवति चेत् तथापि मुरारेः अर्चा करोति चेत् तस्य पुनर्जन्म न मिलति यमेन चर्चा न भवति उत्तमम् अत्र सुजाता भगिनी भवत्याः अवगमनं किं किञ्चित् वदतु भगवद्गीता किञ्चित् अध्ययनं कर्ण अध्ययनं कर्तव्यं तत्र भगवद्गीतायाः अध्ययनं किमर्थमत्र वदामि भगवद्गीता स्त्रीलिङ्गमस्ति भगवद्गीतायाः षष्ठी भवति किमर्थमित्युक्ते तत्र कर्तृकर्मणोः कृति इत्येकं सूत्रमस्ति कर्तृकर्मणोः कृति इति सूत्रेण भगवद्गीतायाः अध्ययनम् इति वक्तव्यमस्ति अध्ययनम् इति कीदृशं पदम् अध्ययनं लुडन्तपदमस्ति अध्ययनं तत्र रूपं कथं साधनीयम् अधियोगः धातुः अस्ति तस्य रूपमेव अध्ययनं किन्तु निच्योजनेन किं भवति निच्योजनेन अध्यापनं महोदय वदतु किमर्थं तत्र पुक् आगमः पुक् आगमः निच्योजनेन अधियोगे श्रीलि इत्यनेन पुक् आगमः भवति उत्तमम् अर्ति ह्री व्लीक्नुयीक्ष्मा यातं पुङ्नौ इति सूत्रेण निच् परे पुक् आगमः भवति इत्यतः अध्यापनं भगवद्गीतायाः अध्ययनं भगवद्गीतायाः अध्ययनं करणीयं किमर्थं वदतु किमर्थम् अध्ययनं करणीयम् अध्ययनेन किं भवति अध्ययनेन पुण्यं पुण्यं पुण्यं लभ्यते इति उक्तमस्ति वा नो चेत् तस्य चर्चा यमेन न क्रियते इति उक्तमस्ति वा यमेन न क्रियते तस्य चर्चा कस्य चर्चा यः भगवद्गीतायाः अध्ययनं करोति तस्य चर्चा यमेन न क्रियते न क्रियते अग्रे गङ्गा येन गङ्गाजल किञ्चित् पीयते चेत् सकृ एकवारं येन पुरुषेण गङ्गाजलं गङ्गाजलस्य पानं किञ्चित् किमर्थं गङ्गाजलं पानीयं पवित्रं गङ्गाजलं जलं पवित्रम् अस्ति पवित्रता भवति इत्यनेन किञ्चित् अपि गङ्गाजलस्य गङ्गाजलस्य पानं करणीयं करणीयं येन एकवारं मुरारेः चर्चा किमर्थं तत्र मुरारेः इति किमर्थं वक्तव्यं तत्र मुरारे स्त्रीलिङ्गम् इकारान्तपदमस्ति हरिशब्दवत् पुंलिङ्गं पुंलिङ्गम् अस्ति हरिः हरिः अस्ति चेत् हरेः इति भवति मुरारिः अस्ति चेत् मुरारेः चर्चा करणेन यमस्य यमेन चर्चा तस्य चर्चा न भवति यमेन तस्य चर्चा न भवति इति अपि साधु यमेन तस्य चर्चा न क्रियते इति अपि साधु तत्र मुरारेः समर्चा इति विग्रहवाक्यमस्ति मुरारिसमर्चा इति श्लोके दत्तमस्ति मुरारिसमर्चा इति समस्तपदमस्ति तत्र विग्रहवाक्यं मुरारेः समर्चा येन मुरारेः समर्चा क्रियते तस्य यमेन न चर्चा इति लिखितमस्ति खलु अत्र सकृत् चिन्ता मास्तु सकृत् इति अव्ययपदमस्ति सूर्यकुमारी भगिनी भवती वदतु भगिनि एकः सन्देहः अत्र मुरारिः इति समस्तपदस्य इतोपि अन्यत् विग्रहवाक्यं कर्तुं शक्यते वा बहुव्रीः मुरः अरिः यस्य सः मुरारिः इति वक्तुं शक्यते वा न वा अहं चिन्तयामि षष्ठी तत्पुरुषः महोदय षष्ठी तत्पुरुषः अस्ति एव परन्तु अन्यत् एकम् अत्र अत्र किं दोषः अस्ति इति न वक्तुं शक्यते मया मुरः अरिः यस्य सः इफ् यु टेक् द मीनिङ्ग् ऐ कम्स् औट् आल् द सेम् मुरः अरिः यस्य सः अत्र कोऽपि दोषः अस्ति वा अत्र मुरारिः इत्यत्र केवलं तत्पुरुषसमासः एव भवति तत्र कुत्र तत्पुरुषसमासः भवति कुत्र बहुव्रीहिसमासः भवति तत्र स्पष्टतया सूत्राणि सन्ति उत्तरपदार्थप्रधानः तत्पुरुषः अन्यपदार्थप्रधानः बहुव्रीहिः अत्र अन्यपदप्राधान्यमस्ति वा नो चेत् उत्तरपदप्राधान्यमस्ति वा इति चिन्तनीयं मुरारिः इत्यत्र अरिः इति पदस्य प्राधान्यम् अस्ति. कस्य अरिः? मुरस्य अरिः इति विग्रहवाक्यं वक्तव्यम्. अत्र उत्तरपदप्राधान्यमस्ति. उत्तरपदप्राधान्यमस्ति चेदेव तत्पुरुषः. अन्यपदार्थप्राधान्यमस्ति चेत् बहुव्रीहिः इति भवति. तत्र समस्तपदानां प्रसङ्गे अर्थप्राधान्यं वर्तते. अपि च तादृशविग्रहवाक्यस्य समर्थनं कर्तुं सूत्रमस्ति वा इति अपि द्रष्टव्यम्. किन्तु समासः इति बहु गभीरविषयः. इत्युक्ते तत्र सूत्रम् इत्युक्ते तादृशं विग्रहवाक्यं समर्थयितुं स्पष्टतया सूत्रं दत्तमस्ति वा इति अपि द्रष्टव्यम्. एवमेव विग्रहवाक्यं न वक्तव्यम्. इत्युक्ते तत्र विषयद्वयमस्ति. एकमस्ति अर्धप्राधान्यं, द्वितीयमस्ति सूत्रं. तादृशं सूत्रं तत्र सङ्गच्छते वा इति अपि द्रष्टव्यम्. अवगतं खलु? अत्र सकृत् इति अव्ययपदम् अस्ति. इतोपि अस्मिन् श्लोके किमस्ति कोऽपि वदतु. सूर्यकुमारी भगिनी भवती वदतु. किञ्चित् भगवद्गीतां किञ्चित् अध्ययनं कृत्वा गङ्गाजललवकणिकां पीत्वा मुरारिसम अर्चां कृत्वा यमेन कृत्वा जीवामः चेत् यमेन न चर्च अभवत्. यमेन न चर्चा भवति. यथा रोहिणी भगिन्या उक्तमस्ति, यमेन न चर्चा इत्युक्ते तस्य पुनर्जन्म न भवति खलु. अत्र समर्चा इति पदस्य विशेषणं किं भवति? समर्चा विशेषणं नास्ति. अत्र तृतीयं वाक्यमस्ति. विश्लेषणं पृष्टवान्. विश्लेषणं विश्लेषणं सम् उपसर्गः अस्ति. अर्च् धातुः अस्ति. ओके. किन्तु तस्मात् परं समः प्रत्ययः, एकः प्रत्ययः अस्ति, तेन अर्चा इति रूपमस्ति. यथा पूजा इति स्त्रीलिङ्गपदमस्ति, एवमेव अर्चा इति रूपं मारितवान् इति अर्थः कथं भवति? अत्र सम्पूर्वक अर्चा इति मारितवान् इति कथं भवति? अर्थः सिद्ध्यति कथम्? मुरारिः इत्युक्ते मुरां मारितवान् इति अर्थः अस्ति. किन्तु मुरारेः अत्र वाक्यं पश्यतु, अन्वयं पश्यामश्चेत् येन पुरुषेण मुरारिसमर्चा सकृदपि क्रियते. येन पुरुषेण मुरारिसमर्चा सकृदपि क्रियते इति तत्र कर्मणि वाक्यम्. अस्मिन् वाक्ये विशेषणविशेष्यभावः नास्ति. अत्र अन्वयं पश्यामश्चेत् वाक्यं कथं भवति? येन आदौ आयाति, येन मुरारिसमर्चा क्रियते सकृदपि. सकृदपि इत्युक्ते एकवारमपि इति अर्थः. समर्चा इत्युक्ते अर्चना वा अथवा अर्चना इति अपि अस्ति. अर्चनं येन मुरारेः अर्चनं क्रियते. तदेव अर्थः किल? न मारितवान् इति अर्थः न सिद्ध्यति इति मन्ये. नास्ति. अस्ति. मुरारिः इत्यत्र भगिनी वदतु. यमेन चर्चा, यमः कालः तस्य चर्चा प्रीवियस् वाक्यं पूर्वं वाक्यं मुरारी समर्चः विष्णोः पूजनम् इति अर्थः विष्णोः अर्चनं पूजनम् अर्चनम् अत्र आहत्य भवान् एकवारं वदतु अन्वयं वदतु अन्वयम् ओके येन पुरुषेण भगवद्गीता किञ्चिदपि अधीता येन येन गङ्गाजल लवकणिका किञ्चिदपि पीता किञ्चित् इति पदमस्ति किञ्चित् इति पदस्य रूपाणि त्रिषु लिङ्गेषु वदतु त्रिषु लिङ्गेषु किञ्चित् काचित् कश्चित् कश्चित् पुंलिङ्गे कश्चित् भवति पुंलिङ्गे कश्चित् भवति स्त्रीलिङ्गे काचित् भवति नपुंसकलिङ्गे किञ्चित् भवति चित् चन अपि एतेषां पदानां योगे ईदृशं रूपं सिद्ध्यति किञ्चित् इत्यत्र किञ्चन इति रूपमपि साधु चित् चन द्वयोः प्रयोगः अपि कर्तुं शक्यते किञ्चित् अथवा किञ्चन द्वयमपि साधु वदतु येन पुरुषेण भगवद्गीता किञ्चिदपि अधीता येन येन गङ्गाजल लवकणिका गङ्गाजल लवकणिका किञ्चिदपि पीता येन मुरारि समर्चा सकृदपि क्रियते सोरि सकृदपि कृता समर्चा सकृदपि कृता तस्य मनुष्यस्य यमेन कदापि न चर्चा न क्रियते तदेव उत्तमं तथा वक्तव्यम् अत्र कर्मणि प्रयोगे लिखितमस्ति कर्तृप्रयोगे कथं वक्तव्यम् यः मनुष्यः भगवद्गीता भगवद्गीतां किञ्चिदपि अधीतवान् यः च मनुष्यः गङ्गाजल लवकणिकां किञ्चिदपि पीतवान् यः मनुष्यः सकृदपि मुरारिसमर्चां कृतवान् तस्य पुरुषस्य यमेन कदापि चर्चा न क्रियते सुन्दरं महोदय धन्यवादाः उत्तमरीत्या उक्तवान् धन्यवादाः महोदय भगिनी भवती वदतु सूर्यकुमारी भगिनी गङ्गाजललवकणिका विषये गङ्गाजललवकणिकां किञ्चित् पद आवश्यकता नास्ति खलु काचित् इति वक्तुं शक्यते लवकणिका तदेव किञ्चित् अस्ति उत्तमम् उत्तमं तस्याः चिन्तनमपि साधु तत्र किमर्थं किञ्चित् इति पदं न लिखितम् इति प्रश्ने सति भगिनी वदतु लवकणिका लवकणिका इति तत्र श्लोके एव लवकणिका किञ्चित् न वक्तव्यम् इति मन्ये काचित् भगवद्गीता अपि स्त्रीलिङ्गपदम् अस्ति किल तत्र भगवद्गीता काचित् अधीता अति इति वक्तव्यम् इति मन्ये अत्र भगिन्या यदुक्तमस्ति द्वितीये वाक्ये काचित् इति वदनस्य आवश्यकता नास्ति तत्र पुनरुक्तिदोषः भवति इति भाति किमर्थं लवकणिका इति लिखितमस्ति तदर्थं किञ्चित् इति पदं तत्र तस्य आवश्यकता नास्ति द्वितीये वाक्ये अपि लेशः इति तत्र एव लिखितमस्ति लेशः अथवा किञ्चित् इति कणिका इति इत्यस्मिन् समानपदमेव हा समानपदमस्ति तादृश अर्थः तत्र लभ्यते अतः पुनः वदनस्य आवश्यकता नास्ति अपि च भगवद्गीता किञ्चित् अधीता इत्यत्र किञ्चित् इति पदं तत्र न न अत्र आवश्यकं किन्तु तत्र विशेषणविशेष्यभावः न उक्तः तत्र किञ्चित् अधीता इत्यत्र किञ्चित् इति पदम् अव्ययरूपेण उक्तमस्ति न तु विशेषणविशेष्यभावः तत्र नास्ति भगवद्गीता काचिदधीता इति नास्ति काचित् काचित् इति वदनेन तत्र विशेषणविशेष्यभावः प्राप्यते किन्तु अत्र किञ्चिदधीता इति क्रियाविशेषणं भूत्वा लिखितमस्ति एड्वर्ब् अस्ति विशेषणविशेष्यभावः वक्तव्यः चेत् भगवद्गीता काचित् अधीता इति वक्तव्यं भवति तथा वदनेन दोषः अस्ति इति भाति इतोपि किम् अत्र रोहिणी भगिनी भवती वदतु अत्र इतोपि किं ज्ञातव्यं भगवद्गीता इति पदमस्ति तत्र समासः कः उत्तमं भगवता गीता इति एव वक्तव्यमस्ति तृतीया तत्पुरुषसमासः अस्ति भगवतः गीता इति असाधु तत्र भगवता गीता इति लिखितमस्ति भगवता इति कीदृशं पदं वदतु तृतीया विभक्ति प्रातिपदिकं वदतु भगवान् भगवन्तौ भगवन्तः भगवन्तं भगवन्तौ भगवतः इति रूपाणि भवन्ति तत्र पुंलिङ्गरूपाणि इमानि पुंलिङ्गरूपाणि भगवान् इति पुंलिङ्गरूपम् अस्ति किन्तु प्रातिपदिकमस्ति भगवत् भगवत् इति तकारान्तप्रातिपदिकमस्ति भग इति प्रातिपदिकं स्वीकृत्य मतुप्रत्ययस्य योजनेन भगवत् इति प्रातिपदिकं सिध्यति यथा गुण इति प्रातिपदिकं स्वीकृत्य मतुप्रत्ययस्य योजनेन गुणवत् गुणवान् स्त्रीलिङ्गे किं भवति गुणवती अत्र किं भवति भगवती इति प्रातिपदिकस्य स्त्रीलिङ्गरूपं भगवती इति भवति अत्र भगवता इति कथनेन भगवत् प्रातिपदिकस्य तृतीयाविभक्तिरूपमस्ति भगवता गीता इति वक्तव्यम् तृतीया तत्पुरुषसमासः अस्ति तत्पुरुषसमासः किमर्थम् उत्तरपदप्राधान्यमस्ति गीता कीदृशी गीता इति कृतान्तरूपमस्ति गीता भगवता वदतु गै धातोः तान्तरूपं तप्रत्ययः किल गै धातोः तप्रत्ययः गीता इति गीता अधीता अधीता हा सेम् सेम् अधीता अधीतः अधीतम् इत्यादीनि कृतान्तरूपाणि अध्ययनम् अध्यापनम् इत्यादीनि ल्युडन्तानि तृजन्तरूपं किमस्ति तृजन्तरूपं ओके गीतृ गीतृ इति गीता गीतारौ गीतारः अध्येता इत्यस्य अध्ययनम् अध्येतृ अध्येता अध्येतारौ अध्येतारः अध्येतारम् अध्येतारौ अध्येतरः अध्ये ओके तदेव तृजन्तरूपं किल अध्येता अध्येतृ इति प्रातिपदिकम् अध्येतृ इति प्रातिपदिकमस्ति तत्र तृजन्तरूपम् अध्येता अध्येतारौ अध्येतारः अध्येतारम् अध्येतारौ अध्येतॄन् अध्येतॄन् ओके ओके पितॄन् द्वितीयाविभक्ति बहुवचनरूपं पितॄन् इव अध्येतॄन् इति रूपं भवति. इति रूपं भवति. किन्तु स्त्रीलिङ्गे किं भवति? अध्येत्री इति भवति. कर्ता कर्ता इति तृजन्तरूपम् अस्ति, तस्य स्त्रीलिङ्गे कर्त्री भवति. एवमेव अध्येता इति तृजन्तरूपम्, अध्येत्री इति स्त्रीलिङ्गे तृजन्तरूपम् अस्ति. अध्येत्री इति कथनेन तत्र नदीशब्दवत् रूपाणि वक्तव्यानि. अध्येत्रा क्षम्यताम्, अध्येता, अध्येत्री, अध्येतृ इति रूपाणि भवन्ति. इत्युक्ते तृजन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. अपि च तवत् रूपाणि वदतु. तवत् रूपेण अधीतवान्, अधीतवान्, अधीत, अधीतवती, अधीत, अधीतवत् इति त्रिषु लिङ्गेषु. उत्तमम्. अधीतवान्, अधीतवन्तौ, अधीतवन्तः, अधीतवन्तम्, अधीतवन्तौ, अधीतवन् अधीतवतः. द्वितीय बहुवचनं भवति. अधीतवती इति स्त्रीलिङ्गरूपं भवति. नपुंसकलिङ्गे अधीतवत्, अधीतवत्, अधीतवती, अधीतवन्ति एवं नपुंसकलिङ्गे रूपाणि भवन्ति इति वार्ता. इतोपि क्रियते इति तत्र किमस्ति? क्रियते इति कृ धातोः कर्मणि रूपं क्रियते. यक् कृ योगे यक् यक् प्रत्ययस्य योजनेन कर्मणि रूपं क्रियते इति भवति. यमेन यमेन चर्चा न क्रियते, तस्य चर्चा न क्रियते. यमेन तस्य चर्चा न क्रियते. यमः तस्य चर्चां न कृतवान्, कदापि न कृतवान्. नो चेत् न करोति वा? यमः क्रियते, ओके, करोति, करोति एव, ओके, करोति, यस्, करोति बेटर्, या, करोति. किमर्थं भूतकालार्थकरूपम् असाधु भवति? भूतकालार्थरूपं किमर्थं चेत् क्रियते इति अधुना एव क्रियते किल. पूर्वम् एतत् सर्वं वयं कोऽपि पुरुषः करोति चेत् अधुना यमः चर्चां न क्रियते, सोरि, चर्चा न क्रियते इति वक्तव्यम्. अधुना भूतकालार्थं नास्ति किल, वर्तमाने लट् एव योजनीयम्. किमर्थम् इत्युक्ते क्रियते इति पदमस्ति. क्रियते इति पदं कर्मणि लट् अस्ति. कर्मणि लट् रूपम् उक्तमस्ति इति कारणतः वाक्यं तु कर्मणि प्रयोगे अस्ति, किन्तु कर्मणि लट् उक्तमस्ति. अतः वयं वाक्यपरिवर्तनं कृत्वा कर्तरिप्रयोगे वक्तुम् इच्छामश्चेदपि कर्तरि लट् वक्तव्यम्. अतः करोति इति तस्य तस्य विषये यमः चर्चां न करोति. चर्चां न करोति, यमः यमः चर्चां न करोति तस्य विषये. कृतवान् इति असाधु भवति खलु? असाधु, आम् आं भगिनि, असाधु. पूर्वं पूर्वं पूर्वस्मिन् वाक्ये तत्र भूतकालरूपम् उक्तमस्ति. कृताप्रत्ययः भूतकालार्थकप्रत्ययः खलु? आम् अधीता, पीता इत्यादीनि वाक्यानि तत्र इत्यादिषु भूतकालार्थः उक्तः. किन्तु क्रियते इत्यत्र वर्तमानकालार्थः उक्तः. किन्तु क्रियते इति कर्मणि लट् अस्ति. लट् इति कथनेन वर्तमाने लट् इति सूत्रेण वर्तमानकालः उक्तः. अतः वाक्यपरिवर्तनं कुर्मः चेदपि तत्र वर्तमानकाले एव रूपं भवनीयम्. कर्तरि लट्. साधु, धन्यवादः महोदय. कोऽपि वक्तुमिच्छति वा इतोपि तत्र? रोहिणी भगिनी वा अथवा सूरीकुमारी भगिनी वा? तत्र क्रियते इत्यस्य अन्वयः समर्थ इत्यनेन भवति वा इति सकृदीयेन कुमारीसमर्चा क्रियते तस्य यमेन चर्चा न भवति इति तदपि साधु तत्र येन मुरारिसमर्चा सकृदपि क्रियते इति भवति अपि च तस्य यमेन न चर्चा भवति इत्यपि वक्तुं शक्यते पञ्चमी विभक्तिः समापितः आगामिन्यां कक्षायां नूतनविषयं प्रति तर्तुं शक्नुमः भवन्तः इतोपि वक्तुमिच्छन्ति चेत् वदन्तु अत्र करणम् इति ल्युडन्तमस्ति किन्तु कारणम् इति वदनेन किमस्ति महोदय वदतु कारणम् इत्युक्ते निमित्तं भवति कारणम् इति निजन्तरूपम् अस्ति किल निजन्तरूपं ल्युडन्तं रूपं प्रथमं कारि इति भवति तदनन्तरं कारणम् इति परिवर्तनं भूत्वा पूर्वमेव एकं सूत्रं भवत्या नेरनिटि इति सूत्रेण कारि प्रथमं निचियोजनेन कृ धातु कारि भवति तदनन्तरं नेरनिटि इति सूत्रेण कार् भवति तदनन्तरं कार्योगे ल्युट् अन कार्योगे ल्युट् लशक् वदधिते एवं टकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति तदनन्तरं युवरो नाको इति सूत्रेण अन इति भवति कार्योगे अन कारण तदनन्तरं णत्वं भवति नोणः इति सूत्रेण णत्वं भवति कार्योगे अन कार्योगे अत्र नोनः इति सूत्रेण नत्वं न भवति सूर्यकुमारी भगिनी कारणम् इत्यत्र वदतु सूत्रेण उत्तमम् अत्र अट्कुप्वाङ्नं व्यवायेपि सूत्रं भिन्नम् अणो नः सूत्रं भिन्नम् अणो नः इति सूत्रं तेन सूत्रेण प्राकृतिकं कार्यं भवति नत्वं भवति अणोपदेशधातुषु धातुः उपदेशावस्थायां तत्र धातो णकारः अस्ति चेत् अणो नः इति सूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यणकारः आयाति तत् सूत्रं भिन्नं किन्तु कारणम् इत्यस्मिन् पदे वदतु इत्यस्मिन् पदे अट्कुप् वाङ्मुं व्यवायेपि इति सूत्रेण नकारस्य णकारः णत्वं भवति इति कारणेन अन बिकम्स् अण अण एवं कार्योगे अण कारण इति नपुंसकलिङ्गं योजनेन कारणम् इति अन्तिमं रूपं सिद्ध्यति उत्तमम् अपि च अत्र अहं चिन्तयामि क्रियते इति पदमस्ति खलु क्रियते इत्यत्र क्रु इति धातुः अस्ति क्रु धातोः परं कर्मणि रूपं साधयितुमिच्छामश्चेत् तत्र सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति यक् प्रत्ययः कित् अस्ति इति कारणतः आद्यन्तौ टकितौ इति सूत्रेण कित् प्रत्ययः धातोः अन्ते आयाति इति कारणतः तत्र या इति रूपम् अवशिष्यते किन्तु धातुः क्रु अस्ति क्रु योगः या योगः तत्र ते इति रूपमस्ति खलु ते इति आत्मनेपदीरूपमस्ति किमर्थम् आत्मनेपदी इत्युक्ते कर्मणि रूपाणि भावकर्मणोः इति सूत्रेण कर्मणि प्रयोगे आत्मनेपदप्रत्ययाः आयान्ति अतः एव क्रियते पठ्यते गम्यते खाद्यते इत्यादीनि रूपाणि सिद्ध्यन्ति इत्युक्ते भावकर्मणोः इति सूत्रेण तत्र कर्मणि प्रयोगे आत्मनेपदप्रत्ययाः आयान्ति इति वार्ता अपि च क्रु कथं क्री भवति तदेव तदेव सन्देहः क्रु कथं क्री भवति वदतु यकारस्य योजनेन विशिष्टसूत्रेण क्री भवति. उत्तमम्. अत्र रिङ्क्षय ग्लिङ्क्षु इति एकं सूत्रमस्ति. रिङ्क्षय ग्लिङ्क्षु इति सूत्रम् इत्युक्ते ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति इति अर्थः. धातुः ऋकारान्तधातुः, क्रु क्रु इति धातुः ऋकारान्तधातुः. ऋकारान्तस्य धातुरूपी अङ्गस्य रिङ् रि आदेशः भवति, रिङ् आदेशः. रिङ् इति कथनेन तत्र ण्यकारः इति संज्ञकः अस्ति. तत्र रिङ्क्षय ग्लिङ्क्षु इति सूत्रं पश्यन्तु, तत्र अवगन्तुं शक्नुमः. तदर्थमेव क्रु इत्यस्य रूपं क्री भवति, विशिष्टसूत्रेण क्री भवति. क्रीयोगः, क्रीयोगः या योगः ते इति रूपम् अस्ति. क्रियते इति तत्र वार्ता. अत्र चत्वारि सोपानानि सन्ति किल, क्रियते इति रूपसिद्धौ चत्वारि सोपानानि. प्रथमं यक्योजनेन कित् अस्ति, तदनन्तरम् आद्यन्तौ टकितौ इति सूत्रेण आदौ धातोः अन्ते आदौ अङ्गस्य अङ्गस्य अन्ते आयाति, अङ्गस्य अन्ते आयाति. ओके, सो कृ य कृ य इति सिद्ध्यति. तदनन्तरं यकारस्य ओके विशिष्टसूत्रेण कृ क्री भवति किल. ओके, सूत्रं पुनरेकवारं वदतु भगिनि. रिङ्क्षय ग्लिङ्क्षु. रिङ्क्षय क्लिङ्क्षु. ओके, क्लिङ्क्षु इति रूपमस्ति. अत्र कर्मणि प्रयोगे अपि च भावे प्रयोगे सार्वधातुकप्रत्यये परे यक् प्रत्ययः विहितः भवति. यक् इति कुत्र आयाति इति प्रश्ने सति यक् कित् अस्ति इति कारणतः धातुरूपी अङ्गस्य अन्ते यक् आयाति इत्यतः तत्र क्रीयोगः या योगः ते इति रूपमस्ति. ते इति रूपं किमर्थमस्ति इति प्रश्ने सति तत्र भावकर्मणोः सूत्रेण रूपम् आत्मनेपदिरूपं सिद्ध्यति. तदर्थमेव पठ्येते, गम्यते, कर्मणि लट् एवमेव क्रियते इति अस्ति. अत्र क्रू धातुः ऋकारान्तधातुः, अतः रिङ्क्षय ग्लिङ्क्षु इति सूत्रेण ऋकारान्तधातुषु रिङ् आदेशः भवति. रिङ् इति कथनेन रि रि इति आदेशः भवति, तेन क्रियते इति रूपम् आयाति इति वार्ता. वयं सर्वे मिलित्वा सम्यक् चिन्तनं कृतवन्तः. इदानीम् अत्र स्थगयामः. आगामिन्यां कक्षायां नूतनविषयं प्रति गमिष्यामः. सर्वेषां धन्यवादाः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः.